नमस्कारः. अद्यतनव्याकरणवर्गे वयं धातुपाठे हल्सन्धिः इति विषयः अस्ति, अपि च अत्र पाठः अस्ति तृतीयपाठः प्रवर्तमानः अस्ति इदानीं. तं पाठं पठिष्यामः. अत्र प्रथमम् अहं चिन्तयामि एकवारं स्थूलरीत्या वयं आरम्भतया करिष्यामः चेत् सम्यक् भवति इति चिन्तयामि. अतः अत्र स्थूलरूपेण न पठामः, परन्तु किं किं भवति इति उक्त्वा झटिति अग्रे गमिष्यामः. अत्र विद्याभगिनी भवती आरम्भं करोति वा? अत्र अग्रे खण्डशः प्रत्येकं भागं परिशीलयामः इति अस्ति किल पाठस्य आरम्भे. अत्र वर्गस्य प्रथमः, द्वितीयः, तृतीयवर्णः, अत्र क, ख, ग सन्ति चेत् किं भवति इति एकवारं झटिति वदति वा? अस्तु वा भगिनि? महोदय, सर्वेषां म्यूट् कृतवान् भवान्, प्रायः सर्वे अन्म्यूट् कृत्वा एव वक्तव्यं. तथा कृतवान् वा? क्षम्यताम् एकनिमिषः. श्रूयते वा? इदानीम् आं भगिनि, श्रूयते. आं भगिनि, वदतु भगिनि, क्षम्यताम्. अस्तु, अहं चिन्तयामि किमपि अभवत् इति. अस्तु, इदानीं वर्गस्य, यदि वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः धातोः अन्ते अस्ति, अग्रे प्रत्ययः तकारादि तकारादि अस्ति चेत् तर्हि तत्र सर्वप्रथमं तकार तकारौ द्वयोः वर्णयोः द्वे वर्णे अपि खर् वर्णौ अपि खर् प्रत्याहारे स्तः, अतः सर्वप्रथमं खरीच इत्यस्य प्रसक्तिः भवति. अपि च त, थ, जलि अपि अस् जलि अपि स्तः द्वौ प्रत्ययौ. अतः यत्र यत्र सूत्रे जलि इति अस्ति तादृशं सूत्रमपि कार्यं करोति. यदि अत्र कवर्गः इति स्वीकुर्मः, तत्र ख, ख, ग अस्ति चेत् तत्र पुनः तकारतकारादिप्रत्यये परे तत्र खरीच इत्यनेन ककारादेशः भवति. अत्र उदाहरणार्थं शशक्योगहति इति अस्ति चेत् तत्र खरीच इत्यनेन ककारस्य ककारादेशः भवति इति अस्ति. अनन्तरं यदि च वर्गस्य, यदि धातोः अन्ते च वर्गः अस्ति चेत् च वर्गस्य वर्णः, तर्हि तत्र समूहत्रयम् अस्ति. यदि अन्ते चकारजकारः अस्ति चेत् तत्र सामान्यसूत्रमस्ति चौकुः इति सूत्रेण चकारस्य स्थाने कवर्गीय आदेशः भवति जलीपरे. अनन्तरं च इति कार्यं करोति. यदि रिञ्च् योगः तः इति उदाहरणम् अस्ति चेत् तर्हि तत्र सर्वप्रथमं रिञ्च् चकारस्य चोः कुः इति सूत्रेण ककारादेशः भवति. तः तकारः जलि अस्ति. अनन्तरं खरीच इति सूत्रेण ककारस्य पुनः ककारादेशः. मध्ये यथा सामान्यं नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः तदपि भवति, यत्र नकारः अपदान्ते नकारः मकारः अस्ति चेत् इति तत्र प्रथमसमूहः चकारजकारः. अनन्तरं यदि व्रश्च, ब्रश्च, सृज, मृज, राज, यज एते धातवः सन्ति चेत् तत्र तु अस्माकं सूत्रमस्ति व्रश्च, ब्रश्च, सृज, मृज, यज, राज, ब्राज, चषांशः इति सूत्रेण तत्र अन्तिमवर्णस्य स्थाने चकारादेशः भवति सामान्यतया. परन्तु यदि व्रश्च इति धातु स्वीकुर्मः तत्र तु सकारचकारस्य संयोगः अस्ति, अतः प्रथमं स्कोः संयोगात् द्योरन्ते च इति कार्यं करोति. तदनन्तरं यथा सामान्यं रश्च ब्रश्च इत्यनेन शकारादेशः, यदि शकारः आगच्छति तर्हि तद् तस्य शकारस्य अनन्तरं तकारः अथवा तकारः अस्ति चेत् तत्र शकारस्य प्रभावेन श्चुनाष्टुः इति सूत्रं कार्यं करोति इति अत्र द्वितीयसमूहः. अग्रे अस्तु भगिनि, अस्तु भगिनि, इदानीं हेमा भगिनी भवति अग्रे चकारान्तधातो विषये. अस्तु महोदय, प्रथमसदस्यः अपि च तृतीयसदस्यः भगिनी उक्तवती चकारस्य जकारस्य. इदानीं छकारः अस्ति, यत्र छकारः अस्ति तत्र विभजनं भवति द्विविधा, तुक् सहितचकारः चकारान्तधातुः अपि च तुक् विना चकारान्तधातुः इति. यत्र तुक् सहितचकारान्तधातुः अस्ति तत्र प्रथमं चोः षूडनुनासिके च कार्यं कृत्वा चकारस्य स्थाने वकारात् क्षम्यतां चकारस्य स्थाने शकारादेशः आगत्य तदनन्तरं ब्रश्च ब्रश्च इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. उदाहरणत्वेन तत्र प्रापच् इति अस्ति, प्रापच् तु तुक् सहितचकारः अस्ति इति कृत्वा चोः षूडनुनासिके अनेन तत्र चकारस्य तुक् सहितचकारस्य स्थाने शकारादेशः. तदनन्तरं मूर्धन्य शकारः आगच्छति ब्रश्च ब्रश्च ब्रश्च इति सूत्रेण. तदनन्तरं शकारस्य परे तवर्गीयवर्णाः सन्ति चेत् तत्र ष्टुत्वस्य प्रसक्तिः भवति, प्राप्तिः अपि, अतः ष्टुनाष्टुः इति कारणेन तत्र प्रापष्टि इति रूपम् आगच्छति. यत्र तुक् सहितचकारः नास्ति तत्र यथा वयं वावाञ्च् इति पश्यामः चेत् केवलं छकारः अस्ति, तत्र तत्र केवलं चोः कुः सामान्यसूत्रं कार्यं करोति, अतः छकारस्य स्थाने खकारः आगत्य तदनन्तरं खरीच इति जलां स्थाने चरादेशः भूत्वा खकारस्य ककारादेशः भवति. तदनन्तरं नश्चापदान्तस्य जलि वा अनुस्वारस्य ई परसवर्णः तयोः प्राप्तिः भूत्वा वावङ्क्ति इति रूपम् आगच्छति. तत्र विशिष्ट धातवः द्वे सन्ति, यत्र मृज् अपि च सृज् इति. तत्र विशिष्टसूत्रेण तत्र परिगणितसूत्रस्य विषये मृजेर्वृद्धि इति अस्ति, अतः अत्र पुगन्तलघुपदस्य च तत् कार्यं न करोति. मृजेर्वृद्धि अनेन तत्र ऋकारस्य वृद्धिः भूत्वा अपि च उरण्ड्रपरः कारणेन तत्र मार्ज् इति रूपम् आगच्छति. मार्ज् योगः ति इदानीं चवर्गीयस्य अनन्तरं तवर्गः अस्ति, मार्ज् योगः ति मार्ज् परिगणितधातुः अस्ति इति कृत्वा पुनः ब्रश्च ब्रश्च अनेन सूत्रेण शकारः आगत्य तदनन्तरं ष्टुत्वं भूत्वा मार्ष्टि इति आगच्छति. तथैव सरीसृज् अत्रापि भिन्नं कार्यम् अस्ति, सूत्रमस्ति सृजि दृशेर्झल्यं झल्यमकिति इति. अनेन तत्र आगमः आगच्छति, अमागमः, यथा अम्मागमः आगच्छति तत्र ऋकारस्य परे अकारः आगच्छति मित् अस्ति इति कृत्वा तत्र यण्सन्धेः प्राप्तिः भवति. तत्र ऋकारस्य स्थाने रेपः आगत्य तत्र सरीसृज् इति भवति. तदनन्तरं पुनः ब्रश्च ब्रश्च अनेन मूर्धन्यशकारः आगत्य तदनन्तरं स्तुत्वं भूत्वा सरीसृष्टि इति भवति रूपम्. अन्यत् किमपि वक्तव्यं वा महोदय? न न न, पूर्णतया उक्तवती, बहु पूर्णतया उक्तवती, अत्र समीचीनमेव. अस्तु भगिनि, शुकनु महोदय, भवान् अग्रे टाडा. हा महोदय, त ठ ढ एते वर्णाः खरीच इति संहितायाम् अन्ते अस्ति चेत् खरीच इति सूत्रेण तयोः स्थाने चरादेशः चरादेशः भवति तस्मात् पूर्वं सुनष्टुः इति सूत्रेण यदि तकारः थकारः अस्ति चेत् तस्य ठकार ठकार महाप्राणठकारादेशः भवति स्तोः स्तुनाष्टुः इति सूत्रेण तत्र आम् निमित्तानि एवम् अस्ति सूत्रं तु सूत्रं तु महोदय सूत्रं तु स्तुनाष्टुः एव आम् स्तुनाष्टुः किन्तु निमित्तमस्ति तत्र परे अवर्गीय वर्णाः वर्णः अस्ति चेत् अपि च पूर्वं तवर्गीयवर्णः अस्ति चेत् ष्टुनाष्टुः इति सूत्रेण तकारथकारयोः क्रमेण ठकारठकारादेशः भवति तदनन्तरं खरीच इति इत्यनेन प्रथमसदस्यादेशः भवति उदाहरणार्थम् ईडियोगः के ष्टुनाष्टुः इत्यनेन तकारस्य ठकारादेशः भवति ईडियोगः ते इति भवति तदनन्तरं खरीच इत्यनेन डकारस्य स्थाने टकारादेशः भवति ईट् योगः ते ईठे इति अन्तिमरूपं भवति एवमेव एकनिमिषः महोदय एकनिमिषः अत्र स्तुनाष्टुः इति सूत्रप्रसङ्गे अत्र डकारः पूर्वम् अपि च तकारः अनन्तरम् एव वा किमपि अन्यः विषयः अस्ति वा अत्र अस्मिन् सन्दर्भे एवमस्ति किन्तु स्तुनाष्टुः इति तृतीयायाम् अस्ति तत्र स्तुना इति तृतीयायाम् अस्ति इति कृत्वा पूर्वम् अपि भवतु अनन्तरमपि भवतु एतस्य सूत्रस्य प्रसक्तिः अपि च प्राप्तिः अस्ति इति षकारः वा टकारः वा सकारस्य तवर्गीयवर्णस्य पूर्णमपि भवतु पूर्वमपि भवतु परमपि भवतु एतस्य सूत्रस्य प्रसक्तिः इति स्तुना इति तृतीयविभक्तिः उपयुज्य अस्माकं सूचयति तत्र धन्यवादः हा अग्रे कोऽपि अन्य कोऽपि करोति वा न न भवानेव करोतु हा अस्तु तथ ध इति वर्णत्रयम् अन्ते संहितायाम् अस्ति चेत् करीच इत्यनेन तेषां प्रथम तवर्गीय तकारादेशः भवति करीच इत्यनेन उदाहरणार्थम् अद्योगः अस्ति खरीच इत्यनेन दकारस्य तकारादेशः भवति अत्योगः अपि अत्ति एवमेव छिन्द् योगः तः खरीच इत्यनेन अपि च अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारादेशः भवति अपि च खरीच इत्यनेन दकारस्य स्थाने तकारादेशः भवति योगः तः चिन्तः इति रूपं प्राप्नोति अत्र अन्यत् सूत्रमस्ति झरो झरि सवर्णे इति सूत्रं वदति यत् हल् उत्तरस्य इत्युक्ते झर् वर्णः तस्मात् पूर्वं हल् वर्णः अस्ति चेत् विकल्पेन अपि च परं झवर्णः एव सवर्णझवर्णः सवर्णझर्वर्णः अस्ति चेत् तत्र विकल्पेन हलः तस्मात् परं यत् जर् अस्ति तस्य लोपः विकल्पेन भवति इति झरो झरि सवर्णे इति सूत्रं वदति. तेन कारणेन चिन्तः इति रूपे तत्र तकारद्वयम् अस्ति इति कृत्वा तत् सवर्णमस्ति. अपि च तत् झरि झर् इति प्रत्याहारे अन्तर्भूतम् अस्ति. अपि च तस्मात् पूर्वं नकारः अस्ति तदपि नकारः नास्ति. नकारः हल् वर्णे अस्ति इति कृत्वा प्रथमतकारस्य लोपः भवति विकल्पेन चिन्तः इति रूपं भवति. चिन्तः अचिन्तः चिन्तः इति रूपद्वयं भवति. समीचीनं महोदय. इदानीम् अन्य कोऽपि आगतवान् वा? अस्तु, विद्याभगिनी भवती करोति वा? सरला भगिनी अस्ति इति अस्ति. प्रायः सा म्यूट् मध्ये अस्ति. नाम न अस्ति वा भगिनी? सरला भगिनी, पुष्पा भगिनी अपि अस्ति. सरला भगिनी भगिन्या सरला भगिनी वा पुष्पा भगिनी वक्तुम् इच्छति वा? अस्तु भगिनी, भवती करोतु भगिनी. विद्या भगिनी. आम् आं महोदय, श्रूयते वा? अग्रे तुल्यस्य प्रयत्नं सवर्णम् इति अस्ति, तस्मिन् विषये वक्तव्यं वा? किं चिन्तयन्ति सर्वे? एकवारं सुलरूपेण वदतु भगिनि, तदपि स्मरणं भवति सर्वेषां कृते. अस्तु, तुल्यस्य प्रयत्नं सवर्णम् इति स्वसंज्ञाविधायकं सूत्रमस्ति. सूत्रं वदति, यदि वयं यदि उच्चारणसमये मुखस्य अन्ते स्थानं भवति, यदि स्थानं द्वयोः वर्णयोः उच्चारणस्थानं समानम् अस्ति, अपि च मुखस्य अन्ते कश्चन प्रयत्नः भवति उच्चारणार्थं, यदि प्रयत्नः समानः तर्हि द्वयोः वर्णयोः सवर्णसंज्ञा भवति. सवर्णसंज्ञा तदा एव भवति यत्र स्थानतुल्यम् अस्ति, अपि च आभ्यन्तरप्रयत्नः समानः. तस्मिन् विषये बाह्यप्रयत्नः इत्यस्य विषयः न आगच्छति. अत्र स्थानानि मुखस्य अन्ते कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्. आभ्यन्तरप्रयत्नः सृष्टः, ईषत् सृष्टः, ईषत् विवृतः, विवृतः संवृतः इति. अतः यत्र यदि द्वयोः वर्णयोः सावर्ण्यम् अस्ति वा न इत्यस्य कृते सर्वप्रथमं स्थानतुल्यम् अस्ति वा इति द्रष्टव्यं. तदनन्तरम् आभ्यन्तरमुखस्य अन्ते प्रयत्नः समानः वा इति अपि द्रष्टव्यम्. यदि समानम् अस्ति चेत् तर्हि तत्र सवर्णसंज्ञा भवति इति अस्ति. एतत् सूत्रं किमर्थम् अत्र आवश्यकम् इत्युक्ते, अत्र झरो झरि सवर्णे इति सूत्रे सवर्णे इति अस्ति, तस्मिन् कृते तुल्यस्य प्रयत्नं सवर्णम् इति विधायकसंज्ञासूत्रस्य आवश्यकता अस्ति. यथा महोदयेन प्रदर्शितवान् छिन्द् योगः, तः अत्र तवर्गे सर्वे वर्णाः तेषां सवर्णसंज्ञा अस्ति, स्थानतुल्यम् अपि च अन्तरप्रयत्नः समानः. अतः अत्र छिन्द् योगः, तः तत्र प्रथमतकारः लोपः भवति सवर्णे झरि परे इति अस्ति. अनन्तरं अग्रे यदि पवर्गस्य प्रथमद्वितीयतृतीयवर्णः अस्ति चेत् तर्हि तत्र केवलं स्मारणार्थं ककारः कवर्गः चवर्गः तवर्गः टवर्गः पवर्गः अस्ति चेत् तत्र सवर्णं किं भवति इति वयं जानीमः, किन्तु यवरल शशसः तेषां सवर्णं किम् इति किञ्चित् वक्तुं शक्यते वा ज्ञापनार्थम्? यकारः अस्ति चेत् तस्य सवर्णः किम्? यकारः कीदृशवर्णः, स्थानं कः महोदय, यकारस्य स्थानं? यकारस्य च नास्ति, च नास्ति, य न जाने महोदय. यकारस्य तालु अस्ति किल कण्ठे? यकारस्य मुखे तु तालु अस्ति. अपि च यकारस्य इषत्स्पृष्टः अस्ति, अतः यकारस्य सावर्ण्यं केन सह भवति इदानीं यदि तुल्यास्य प्रयत्नं सवर्णमिति वदामः, यकारः तालु अस्ति अपि च ईषत्स्पृष्टः अस्ति, अतः प्रायः सावर्ण्यं किं चिन्तये? किमर्थम् इत्युक्ते अत्र यकारः तालु अस्ति अपि च यकारः ईषत्स्पृष्टः, ईषत्स्पृष्टः तु रा ला वा एते सन्ति, अत्र य रा ला वा ईषत्स्पृष्टः, अतः यकारस्य सावर्ण्यकारेण प्रायः. किं भवति चिन्तयति महोदय? यकारान्त धातुभ्यः लोपोर्व्योल्वरि कार्यं करोति. इदानीं चिन्तनं भिन्नः, चिन्तनं भिन्नमस्ति भगिनि. अत्र यकारस्य सवर्णः कः इति प्रश्नः. इत्युक्ते यकार वकार रकार लकारयोः ते एव सवर्णाः भवन्ति प्रायः. किमर्थमित्युक्ते शकारः अपि, शकारः तालु अस्ति अपि च शकारः ईषद्विवृतः अस्ति, अतः तस्यापि सः एव भवति इति चिन्तयामि. मूर्धन्यषकारः तु मूर्धः अस्ति मुखे, अपि च ईषद्वृतः अस्ति. इत्युक्ते ते एव भवन्ति वा सर्व? प्रायः अत्र बाह्यप्रयत्नः अपि नेतुं शक्नुमः प्रायः, परन्तु तत्तु तत् न द्रष्टव्यं सवर्णार्थम् इति अस्मिन् सावर्ण्यार्थं तद् न द्रष्टव्यम् इति दत्तमस्ति, अतः प्रायः एकवारं महोदयं पृष्ट्वा एव वयं ज्ञातुं शक्नुमः इदानीम् अत्र किमपि अन्यं सूत्रमस्ति वा इति. सन्धिविषये वयं किञ्चित् दृष्टवन्तः अत्र, परन्तु अत्र विषयः तु भिन्नः आसीत् अत्र, अतः इदानीं तस्य प्रसङ्गः अत्र न भवति इति चिन्तयामि. प्रश्नः तु समीचीनः एव, एकवारं महोदयं पृष्ट्वा प्रायः भवतः प्रश्नस्य निवृत्तिः भवति इति चिन्तयामि. अस्तु, महोदय, सर्वे वर्णाः विषये पृच्छति चेत्, अपि च ऋकारः एकारः ओकारः ते सर्वे अस्ति किल, तत्रापि सवर्णः इति आगच्छति. अवश्यम् अवश्यं कोष्टकं स्थापयामः चेत् सम्यक् भवति. अस्तु महोदय, धन्यवादः. समीचीनप्रश्नः महोदय. विद्याभगिनी भवती वक्तुमिच्छति वा किञ्चित् अत्र? न यथा भवान् उक्तवान् तत्र यदि वयम् अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य विषये पठितवन्तः तत्र तु यकारवकारस्य सावर्ण्यं यकारवकारलकारः एव इति परिशीलितवन्तः. अपि च शकारस्य मूर्धा अस्ति कृत्वा शकारस्य सावर्ण्यं ढकारः आगतः किल अत्र परन्तु अत्र विषयः भिन्नः अस्ति इति चिन्तयामि. अत्र जलां जशोन्ते इत्यस्य प्रसङ्गे अत्र यत्र षकारः आसीत् तत्र षकारस्य स्थाने डकारः आगतः किल, तत्र डकारः एव तस्य मूर्धन्यवर्णः इति भूत्वा अत्र. परन्तु अत्र सावर्ण्यविषयः नास्ति अत्र, तत्र प्रायः बाह्यन्तरप्रयत्नः आगच्छति महोदय. बाह्यन्तरप्रयत्न अत्र षकारः प्राय यथा वदतु भगिनि, वदतु वदतु भगिनि, भवती एव वदतु भगिनि. न तत्र विषयः बहु बृहत् अस्ति इति कृत्वा बाह्यप्रयत्नानां विषये अहं न जानामि, तत्र भेदः अपि न जानामि, यत्र घोषः अस्ति वा श्वासः अस्ति तत्र तादृशभेदः न जानामि, केवलम् अल्पप्राणमहाप्राण वा इति ज्ञातुं शक्नुमः. अतः तत्र उदात्तः अनुदात्तः अपि च यत्र निर्दिष्टमस्ति तथैव वयं तदा एव वयं ज्ञातुं शक्नुमः. अतः बाह्यप्रयत्नस्य विषये ज्ञानं नास्ति, तत्तु शिक्षायाम् आगच्छति किल. भवान् पृच्छतु, सन्धिवर्गे एकवारं पृष्टवन्तः, महोदयः उक्तवान् अग्रे गत्वा विस्तृतरूपेण पाठयामि इति, परन्तु प्रायः महोदय उक्तवान् किम् अस्ति चित्रम् एकं चित्रं रचयित्वा एव वक्तुं शक्नोमि इति उक्तवान् महोदय, अतः प्रायः यदा समयः भवति तदा करोति इति चिन्तयामि. परन्तु अवश्यं पृच्छामि, ई पत्रं प्रेषयित्वा पृच्छामि भगिनि. अस्तु, समीचीनप्रश्नः अस्ति. इदानीं तु अग्रे गच्छामि वा इदानीम्? आम् अस्तु अस्तु, अग्रे करोतु विद्या भगिनि. हा, तत्र पवर्गस्य विषये, पवर्गे प्रथमद्वितीयतृतीयवर्णः अस्ति चेत् तत्रापि यथा सामान्यं खरीच इति कार्यं करोति. अत्र चोपयोगः ता इति उदाहरणे तत्र खरीच इत्यनेन पकारस्य पकारादेशः भवति, तकारः खर्वर्णः अस्ति इति कृत्वा इति प्रथमद्वितीयतृतीयवर्णः इत्यस्मिन् विषये समाप्तः. इदानीम् अत्र अग्रे अस्तु भगिनि, अस्तु हेम भगिनि भवती करोति वा इदानीम्? आम् इदानीं चतुर्थवर्णानां कृते पश्यामः. तत्र तु कार्यद्वयं भवति, यदि धातोः अन्ते चतुर्थसदस्यः अस्ति चेत् चतुर्थसदस्यः झष्वर्ण झष् प्रत्याहारे अन्तर्भूतः अस्ति. तदनन्तरं यदि तकारः वा थकारः आगच्छति चेत् तत्र तकारतकारयोर्स्थाने धकारादेशः भवति. सूत्रमस्ति झषस्ततोर्धोधः इति कारणेन, झषस्ततोर्धोधः सूत्रं वदति झषः परे यदि तकारः वा थकारः वा भवति तर्हि तयोर्स्थाने धकारादेशः भवति, परन्तु झष् प्रत्याहारे धकारः अपि अन्तर्भूतः, धातुं विहाय अन्येषां कृते एव अस्य सूत्रस्य प्रसक्तिः भवति इति. अन्यत् अस्ति झलां झष् झषि इति, इदं सूत्रं तु अपदान्तकार्यम् अस्ति, झष्ट्व सन्धिः एव अत्रापि भवति, परन्तु तत्र जलां जशोन्ते पदान्ते भवति, अत्र जलां जश्जशि अपदान्ते भवति इति. यदि जलः परे जल उत्तरे यदि झश् झश्वर्णः, झश्वर्णः इत्युक्ते चतुर्थतृतीयसदस्याः सन्ति चेत् तत्र झल्वर्णानां स्थाने तृतीय आदेशः भवति झश् इति, यत्र संहिता भवति इति. उदाहरणत्वेन अत्र दोग् इति स्वीकुर्मः चेत् दोग् इदानीं दोग्योगः ति, घकारः जलन्तधातु जलन्तधातुः अस्ति. क्षम्यतां, झषन्तधातुः अस्ति, घकारः झष्वर्णः अस्ति, अपि च उत्तरे तकारः अस्ति इति कृत्वा झषस्ततोर्धोदः इति कारणेन अत्र तकारस्य स्थाने धकारादेशः भवति, अतः दोघ् योगः धि इति भवति. अत्र एकाचोबशोबश् तस्य प्रसक्तिः न भवति यतोहि अनन्तरं सकारः वा द्ववर्णः वा नास्ति इति कृत्वा, नो चेत् किञ्चित् भ्रमः भवति, दकारः तृतीयवर्णः, घकारः चतुर्थवर्णः इति. तदनन्तरं घकारः जल्वर्णः अस्ति, इदानीं धकारः चतुर्थवर्णः झष्वर्णः अस्ति इति कृत्वा जलः स्थाने झषादेशः भवति इति कृत्वा घकारस्य स्थाने अल्पप्राणघकारः आगत्य तत्र दोग् योगः धि, दोग् धि इति भवति. तथैव लालभ योगः ति, अत्रापि भकारस्य तकारस्य स्थाने दकारः, अपि च भकारस्य स्थाने अल्पप्राणभकारः, लालब्धि. ऋणध्योगः ति, इदानीमपि तकारस्य स्थाने दकारः, अपि धकारस्य स्थाने अल्पप्राणदकारः, ऋणद्धि. जझर्ज् इति अस्ति, जझर्ज् इदानीं चवर्गीयान्तधातुः अस्ति, अतः सामान्यसूत्रमस्ति चोहोकुः इति. झकारस्य स्थाने इदानीं ककारस्य चतुर्थवर्णः आगच्छति, घकारः, जजर्घ् इति. इदानीं घकारः पुनः झष्वर्णः अस्ति इति कृत्वा तकारस्य स्थाने धकारादेशः झषश्चतुर्दोदः अनेन. तदनन्तरं झलां झषि कारणेन घकारस्य स्थाने अल्पप्राणघकारः आगत्य जजर्घ् जझर्घ् योगः धि, जजर्घ्धि इति रूपम् अस्तु भगिनि. श्रुवान् महोदय, भवान् करोतु. नकारान्तमुखं करोमि. तत्र तत्पूर्वं संहितायाम् इत्यस्य विषये किञ्चित् एकः प्रश्नः अस्ति. संहिता इति वदामश्चेत् पदान्ते इति न भवति वा? संहिता इत्युक्ते अपदान्ते एव इति फलितार्थः भवति वा इति प्रश्नः. न, तथा तु नास्ति किल महोदय. संहिता इत्युक्ते हेमा भगिन्या उक्तम्, अतः मया पृष्टवान् अत्र किमर्थं सा तथा उक्तवती. किमुक्तवती? जलां झषि इति सूत्रस्य विवरणे अपदान्ते अस्ति इति कृत्वा इति भवत्या उक्तम्. हा, कार्यमस्ति, झष्त्वं भवति अपदान्ते, जलः परे झष्वर्णः भवेत्, तत्र तु संहिता अस्ति किल. अपदान्ते इति न वक्तव्यं, केवलं संहिता अस्ति इत्येव वक्तव्यं किल. भवानेव वदतु अत्र. अन्यः अन्यं सूत्रमस्ति किल महोदय, अत्र अन्यत् सूत्रमस्ति अत्र झलां जशोन्ते इति. यदि यदि पदान्ते झष्वर्णः अस्ति तर्हि झष् स्थाने झष् आदेशः भवति पदान्ते, अतः एतत् सूत्रम् अपदान्ते कार्यं करोति इति प्रायः तदर्थं भवती तथा उक्तवती अत्र. अत्र झल्वर्णः पदान्ते नास्ति इति. हा इत्युक्ते जलां जषन्ते इति सूत्रम् अपवादसूत्रं वा जलां जषि इति सूत्रस्य? न, अत्र पदान्ते इति अधिकारे नास्ति. यत्र पदान्ते भवति तत्र जलां जषन्ते एव कार्यं करोति तृतीयसदस्यः आगच्छति. यदि मध्ये आगच्छति तर्हि जलां जषि कार्यं करोति. इदानीं घकारस्य स्थाने तृतीयघकारः पदान्ते नास्ति किल, मध्ये अस्ति. परन्तु यदि वयं भगवद्गीता इति स्वीकुर्मः चेत् तत्र भगवत् एकपदमस्ति, अपि च गीता अन्यत् पदमस्ति, तर्हि अन्ते तकारस्य स्थाने दकारः आगच्छति. तर्हि जलां जषोन्ते कार्यं करोति, अत्र तु जलां जषि एव कार्यं करोति. भगवद्गीता इत्यस्मिन् सन्दर्भे जलां जषि इत्यस्य प्रसक्तिः अस्ति वा? न, प्रसक्तिः प्राप्तिः प्रायः न, प्रसक्तिः न, अन्ते अन्ते नास्ति किल. तदनन्तरं जश्वर्णः एव नास्ति किल. अत्र समासविषये भगिनि एतत् किञ्चित् भिन्नविषयः अस्ति एषः. परन्तु अत्र भगवत् इति भगवद्योगः गीता, अत्र भगवत् इति प्रातिपदिकमस्ति सत्यं किल. समासविषये किं भवति इत्युक्ते अत्र प्रथमपदस्य पदसंज्ञा भवति, अतः अत्र जलां जषोन्ते कार्यं करोति. अत्र जलां जष् प्रायः तस्य प्रसक्तिः अस्ति, परन्तु सूत्रसङ्ख्यां द्रक्ष्यामः जलां जषि असिद्धं भवति अत्र. यदि तथा द्रक्ष्यामः चेत् किमर्थम् इत्युक्ते द्वे अपि त्रिपाद्यां जलां जषोन्ते इति द्वितीयपादे अस्ति, एतत् चतुर्थपादे अस्ति. अतः प्रायः एतस्य सूत्रम् एतत् सूत्रम् असिद्धं भवति इति चिन्तयामि. इति कारणेन वा, नो चेत् जलां जषोन्ते इति सूत्रम् अपवादसूत्रम् इति कारण अपवादम् इति कारणेन वक्तुं शक् प्रायः न, तथा न भवति इति चिन्तयामि महोदय. अत्र यदि समासः नास्ति तत्रापि कार्यं करोति किल महोदय, यदि केवलं वयम् एकमेव पदं स्वीकुर्मः तत्रापि एतद् इति नयामः अत्र. अत्र तकारः पदान्ते अस्ति, अतः तकारस्य स्थाने दकारः आगच्छति. तर्हि तत्र संहिता नास्ति किल? संहिता नास्ति, तदेव. यत्र पदसंज्ञा अस्ति, पदान्ते अस्ति, तत्र भवति एव जलां जषोन्ते. अस्तु महोदय. संहितायां अनुवृत्तिः जलां जषोन्ते इति सूत्रे नास्ति, तर्हि पदान्ते पदात् परे कोऽपि वर्णः अस्ति वा न वा इत्यस्य किमपि महत्त्वं नास्ति. पदान्ते अस्ति चेत् कार्यं भवति, अग्रे वर्णः अस्ति चेत् अपि कार्यं भवति. अस्तु महोदय. अस्तु महोदय. करोतु महोदय. नकारान्तमकारान्तधातुभ्यः तकारादिथकारादिप्रत्ययानां योजनविधिः. अत्र नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकधातुरिति उच्यते. नकारः मकारः तु अनुनासिक वर्णः वर्णौ इति वयं जानीमः प्रायः, अतः अनुनासिकधातुः इति तेषां नामकरणम्. अत्र सोपानं त्रयं वर्तते. सर्वप्रथमं स च तकारादिप्रत्ययः थकारादिप्रत्ययः कित् मित् वा अस्ति न वा इति निर्णेतव्यम्. कित् मित् प्रत्ययाः यथा त तवतु तिन् तः नाम तस् इत् तस् झि इत्येषु तस् तस् अपि सार्वधातुकम्, अतः ङिद्वत् सार्वधातुकमपि ङित् इति सूत्रेण तद् ङिद्वत् कार्यं करोति इति कृत्वा तत् ङित् भवति. कित् ङित् भिन्ना यथा तुमुन् तव्यति एते प्रत्ययाः इति प्रथमं द्रष्टव्यं. तदेव प्रथमसोपानं, प्रत्ययः कित् ङित् वा न वा इति द्रष्टव्यं. तकारादि तकारादि प्रत्ययः कित् ङित् चेत् द्वितीयसोपानम् आरोढव्यं. तकारथकारादिप्रत्ययः कित् ङित् नास्ति चेत् साक्षात् तृतीयसोपानं गन्तव्यम् इति प्रथमसोपाने प्रत्ययः कित् वा कित् ङित् वा न वा इति द्रष्टव्यं, तदेव कार्यम्. इदानीं द्वितीयसोपानं तकारादिः प्रत्ययः कित् ङित् चेत् अधस्तनम् अङ्गकार्यं करणीयं. तत्रापि सामान्यनियमः विशेषनियमाः इति सन्ति, विभागः सन्ति. सामान्यनियमः वदति अनुनासिक क्विज्जलोः ङिति इत्यनेन झलादि कित् ङित् प्रत्यये परे अनुनासिकधातोः उपधायाः दीर्घत्वं भवति इति सूत्रं वदति. सूत्रस्य अनुनासिकस्य क्विज्जलोः ङिति अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति, क्वि च जलादि कित् ङित् प्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विज्जलोः ङिति. अत्र अनुनासिकान्त अङ्गः भवेत् इति एकं निमित्तम्. अपि च परे क्वि इति प्रत्ययः इति क्वि इति क्वि आदि प्रत्ययः भवति, नो चेत् झलादि कित् ङित् प्रत्ययः परे भवति चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति. तेन प्रभावेन उपधायाः स्थितस्य वर्णस्य दीर्घः भवति इति. उदाहरणार्थं शं योगः च इति स्थले तत्र त इति प्रत्ययः ककारः इत् अस्ति इति कृत्वा तत् कित् अस्ति. अपि च शम् इत्यत्र मकारः अन्ते अस्ति इति कृत्वा तत् अनुनासिकान्त अङ्गः अस्ति इति कृत्वा अस्य सूत्रस्य प्रभावेन मकारस्य पूर्वं स्थितस्य अकारस्य दीर्घादेशः भवति. इत्युक्ते उपधायां स्थितस्य अकारस्य दीर्घादेशः भवति, तेन शां योगः त शां योगः त इति दीर्घादेशः भवति. तदनन्तरम् अनुस्वारस्य नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः, अनुस्वारस्य ऐ परसवर्णः इत्यनेन नकारादेशः भूत्वा शान्त इति रूपं प्राप्नोति. एवमेव वं योगः त उपधायां स्थितस्य अवर्णस्य दीर्घादेशः भूत्वा वां योगः त वान्त इति अन्तिमरूपं भवति. अस्तु महोदय, बहु समीचीनमस्ति. इदानीं हेमा भगिनी भवती अग्रे करोति वा? अत्र प्रातिपदिकस्य विषये किल महोदय, तत्रैव अनुनासिकस्य क्विजलो मिति इति अत्र क्वि इति अपि निमित्तमस्ति, अतः तस्य दृष्टान्तः दत्तमस्ति. हल्सन्धिपाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्. केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते तदा नामधातुः निष्पद्यते. एषु क्विप् प्रत्ययः अन्यतमः. क्विप् प्रत्ययस्य सर्वापहारलोपः भवति, नाम पूर्णप्रत्ययस्य लोपः. ककारः लषक्व तद्धिते इत्यनेन पकारः हलन्त्यम् इत्यनेन तयोः इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः. इकारः केवलम् उच्चारणार्थं, तदा वकारः एकाकी, तस्य च वेरपृक्तस्य इत्यनेन लोपः भवति. तदानीं किमपि नावशिष्यति, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य लक्षणं भवति एव. अतः यद्यपि तस्य लोपो जातः, किञ्च क्विपरे अस्ति इति बुध्यते. अत्र हल्सन्धिविषये तु क्विप् इति तस्य प्रसक्तिः नास्ति एव. क्विप् इति वयं प्रातिपदिकानां कृते द्रक्ष्यामः. तत्र यत्र सुबन्तधातव सुबन्त नामपदः भवति, तत्र प्रत्ययाः ये सन्ति, तत्र क्विप् इति एकः प्रत्ययः अस्ति. यत्र प्रातिपदिकात् अनन्तरं क्विप् इति प्रत्ययः आगच्छति चेत् तत्र क्विप् स्थाने यत् क्विप् प्रत्यये यत् आदिम ककारः अस्ति तस्य लशक्वत् अतिते इति सूत्रेण इत्संज्ञा प्राप्नोति. तथैव पकारः अपि हलन्त्यम् इत्यनेन इत्संज्ञां प्राप्य द्वयोरपि लोपः भवति तस्य लोपः इति सूत्रेण. तत्र क्विप् प्रत्यये इकारः तु केवलम् उच्चारणार्थं निर्दिष्टमस्ति. तर्हि वकारः एव इदानीं शिष्यते. वकारः अपि अपृक्तवर्णः अस्ति इति कृत्वा वेरपृक्तस्य इति सूत्रेण तस्य अपि लोपः भवति. इत्युक्ते पूर्णतया क्विप् प्रत्ययः अपगच्छति, इदानीं किमपि न तिष्ठति. परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं तस्य लक्षणः तत्र भवति इति ज्ञातुं शक्नुमः. तत्र क्विप् आसीत् इति वयं जानीमः. दृष्टान्तेन अत्र इदम् इति इदं योगः क्विप् इति दत्तमस्ति. प्रातिपदिकम् अस्ति इदम् इति. क्विप् योजनेन क्विप् पूर्णतया अपगच्छति. प्रथमं पठामि महोदय. इदं योगः क्विप् क्विप् इत्यस्य सर्वापहारलोपः. इदम् अनुनासिकस्य क्विजलोहोङिति इत्यनेन अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशः. इदां सनाद्यन्ता दातवः इत्यनेन तस्य धातुसंज्ञा लटि. इदां योगः शप् योगः तिप् इदामति. He behaves like this one. तर्हि इदं प्रातिपदिकं क्विप् योजनेन क्विप् पूर्णतया अपगच्छति. इदमेव इदानीम् अवशिष्यते. इदानीम् अनुनासिकस्य क्विजलोङ् इति सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति, यतोहि क्विप् परे अस्ति इति कृत्वा प्रातिपदिकात् अनन्तरम्. अत्र उपधायां स्थितस्य अकारस्य दीर्घः भवति, इदाम् इति रूपम् आगच्छति. इदाम् इति इदानीं नूतनधातुः अस्ति, सनाद्यन्ता दातवः इति सूत्रेण धातुसंज्ञां प्राप्नोति इदाम् इदानीं. लटि किं भवति रूपम् इत्युक्ते इदां योगः तिप्. तदनन्तरं कर्तरि शप् कारणेन शप् मध्ये आगच्छति. शपः अपि शकारपकारलोपानन्तरं केवलम् अकारः अवशिष्यते. इदां योगः अयोगः ति इदामति. सः ईदृशं व्यवहरति इति कृत्वा हि बिहेव्स् लैक् दिस् वन् इति रूपमागच्छति. तथैव राजन् इति प्रातिपदिकं स्वीकुर्मः चेत् राजन् योगः क्विप्. क्विप् इत्यस्य सर्वापहारलोपः राजन्. अनुनासिकस्य क्विजलोहोङिति इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः. राजान् सनाद्यन्ता दातवः इत्यनेन तस्य धातुसंज्ञा लटि. राजान् योगः शप् योगः तिप् राजानति. हि बिहेव्स् लैक् द लैक् अ किङ्ग्. इदमपि स्पष्टमस्ति. राजान् योगः क्विप्. क्विप् पूर्णतया अपगच्छति, राजनेव अवशिष्यते. तर्हि तदनन्तरम् अकारस्य उपधायां स्थितस्य अकारस्य दीर्घः भवति, अनुनासिकस्य क्विजलोकिति अनेन राजान् इति इदानीं नूतन धातुसंज्ञा अस्ति, सनाद्यन्ता दातवः इति कृत्वा. तदनन्तरं लटीरूपं भवति राजानति इति. राजान् योगः शप् योगः तिप् राजानति. हि बिहेव्स् लैक् अ किङ्ग्. समीचीनं. इदानीं तु अत्र सामान्य नियमः इति. इदानीं विशेषनियमः महोदय पृच्छतु. एक विषयः द्रष्टव्यम्, अहं महोदयं पृष्टवान् वर्गे, क्विज्जलोः निति इति, तत्र क्विज्जलोः इति समासं कृत्वा दत्तमस्ति, तत् सप्तम्यन्तम् अस्ति, अपि च ङिति इति सप्तम्यन्तम् अस्ति. यद्यपि तादृशं सूत्रे अस्ति, किन्तु ङिति इति पदस्य जलः केवलं जले एव योजनीयं, न तु क्वि, न तु क्वि इति पदेन. प्रत्ययः एव तदपि किट् अस्ति एव. क्वी इति, क्वी इति प्रत्ययः नास्ति भगिनि, क्वी इति प्रत्यय आरम्भमेव. क्विप् इति अपि प्रत्ययः अस्ति, क्विन् इति अपि प्रत्ययः अस्ति, तत्र स्थलद्वये अपि तस्य एतस्य सूत्रस्य प्रसक्तिः अस्ति. क्वी इति प्रत्ययः नास्ति, क्विप् एव प्रत्ययः. अहं वर्गे पृष्टवती, महोदयेन उक्तवान् क्वि इत्यस्मिन् अन्तर्भूतः क्विप् अपि क्विन् अपि इति उक्तवान्, अतः अहं चिन्तितवती क्वि इति साक्षात् प्रत्ययः अस्ति, साक्षात् प्रत्ययः अस्ति. अतः एव मया उक्तं क्वि, क्वि आदिप्रत्यये परे अस्ति चेत् इति, क्वि आदिप्रत्ययः परे अस्ति चेत् इति. परन्तु महोदयेन क्वि, क्वि च जलादि इति अस्ति, क्वि इति तत्र व्याख्याने महोदय क्वि इति एव उक्तं, न तु क्वि आदि, क्वि च जलादि. तर्हि, तर्हि क्वि इत्युक्ते तस्मिन् क्वि प्रत्ययः इति, क्वि प्रत्ययः इति वदामः चेत् क्विप् अपि क्विन् द्वयोः ग्रहणं भवति इति वा. अखिला भगिनी वर्गे पृष्टवती तत्र यस्मिन् विधि सदादौ वल्ग्रहणे इति सूत्रस्य प्रसक्ति क्वि इत्यस्य अपि कृते अस्ति वा इति, तदा महोदयेन उक्तवान् केवलं जलादिप्रत्ययः यत्र वर्णः अस्ति तत्र एव यस्मिन् विधि सदादौ वल्ग्रहणे इति, अत्र जल् इति वर्णः अस्ति, अतः यत्र वर्णबोधकः पदम् अस्ति तत्र एव यस्मिन् विधिः इति सूत्रम् आगच्छति. तर्हि क्वि इति साक्षात् प्रत्ययः एव, अतः तस्य कृते साक्षात् कित् प्रत्ययः अस्ति, अतः तस्य कृते कित् निति इत्यस्य अनुवृत्तिः, निति इत्यस्य विशेषणमपि न आवश्यकतं, न तु यस्मिन् विधिस्तदादौ वल्ग्रहणे इत्यस्यपि वार्तिकस्यपि आवश्यकता नास्ति इति उक्तवान्. प्रायः तत् वार्तिकस्य प्रसक्तिः अत्र नास्ति, किमर्थमिति चेत् क्वि इति तत्र वर्णत्रयमस्ति किल, ककारः वकारः इकारः इति कृत्वा तस्य प्रसक्तिः, वार्तिकस्य प्रसक्तिः नास्ति. किन्तु क्वि इति प्रत्ययः अस्ति इति कथं वक्तुं शक्यते, क्विप् एव प्रत्ययः. अपि च किमर्थम् इत्युक्ते क्विप् क्विन् तयोः मध्ये एकं तु पित् अस्ति, अन्यस्तु अपित् अस्ति. क्वि इति प्रत्ययः नास्ति यत्रत्वापि, अहं न जानामि महोदय. यद्यपि वार्तिकस्य प्रसक्तिः नास्ति यत् अखिला भगिन्या पृष्टं, तद् वार्तिकस्य प्रसक्तिः अस्मिन् सन्दर्भे नास्ति, किन्तु क्वि इति प्रत्ययः इति कथम् अङ्गीकर्तुं शक्यते. क्वि इति केवलं क्वि आदि इत्येव, यद्यपि विवरणे तादृशं महोदयेन न दत्तं, किन्तु मम चिन्तनं तादृशं भवेत् इति, क्वि आदि प्रत्यये परे. अत्र अष्टाध्यायी डाट् काम् मध्ये दत्तमस्ति केवलं क्विप् प्रत्यये परे एव, तर्हि क्विन् प्रत्यये परे न भवति वा न भवति वा इति न जानामि, परन्तु तत्र तु अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य क्विप् प्रत्यये परे, जलादिकित् प्रत्यये परे, जलादिङित् प्रत्यये परे दीर्घादेशः भवति. एकं करिष्यामः अत्र, एतदपि पृच्छामि महोदयमेकवारम्, अत्र क्वि इत्युक्ते क्वि आदि वा केवलं क्विप् एव वा इति अग्रे गमिष्यामः इदानीम्. परन्तु अत्र अस्मिन् प्रसङ्गे तु वयम् अवगच्छामः किल अनुनासिकस्य विझलोहोक्निति इत्यस्य प्रसङ्गः अत्र भवति. अनुनासिकान्तधातुः अपि च झलादि कित् नित् प्रत्ययः तस्मिन् सन्दर्भे एतस्य सूत्रस्य प्रसक्तिः. क्वि इति तु विषयान्तरम् अस्ति अस्मिन् विषये, परन्तु किञ्चित् महोदयः अत्र दत्तवान् अतः पृच्छामः, अग्रे गमिष्यामः इदानीम्. अस्तु भगिनि. अस्तु महोदय. आम् महोदय. आम् आम् महोदय. धन्यवादः. इदानीं विद्याभगिनी भवती करोति वा विशेषनियमः? अस्तु, विशेषनियमः. सूत्रं पठामि वा? अत्र केवलं सूत्रं केवलं प्रथम वाक्यद्वयम् अपि च अनुवृत्तिसहितसूत्रं भगिनि. अस्तु. अनुदात्तोपदेश वनति तनोति तनोत्यादीनाम् अनुनासिकलोपो जलीग्निति. वन् धातोः अनुनासिकान्त अनुधातोपदेश धातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपो भवति जलादिकित्नित् प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदातोपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः झलीक्निति इति सूत्रम्. अत्र विशेषनियमः अस्ति. अत्र केवलं पञ्चदशपरिगणितधातूनाम् एव. एकनिमिषः भगिनि, अत्र प्रतिध्वनिः अस्ति, वयं सर्वे म्यूट् करिष्यामः. विद्याभगिनी एव पठति प्रथमम्. अस्तु, धन्यवादः. एतत् सूत्रं विशिष्टसूत्रम् अस्ति. एतत् सूत्रं केवलं पञ्चदशधातूनां कृते एव अस्ति. अत्र सूत्रे वन् धातोः इति साक्षात् उक्तम् अस्ति. अत्र वन् अनुनासिकान्तधातुः, अपि च अनुनासिकान्त अनुदातोपदेशधातुः इत्युक्ते तादृशधातुः यः अनुनासिकान्तः अपि च उपदेशावस्थायाम् अनुदात्तः अनुदात्तस्वरः अस्ति इति. अनुनासिकान्ततनादिधातोः अस्ति चेत् तत्र अनुनासिकस्य अन्तिम अनुनासिकवर्णस्य लोपः भवति. निमित्तमस्ति जलादि कित् नित् प्रत्यये परे इति अस्ति. अत्र अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्तो अनुदातोपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलीक्निति इति. जलीक्निति इति सप्तम्यन्तम् इत्युक्ते निमित्तं, निमित्तसप्तमी. अत्र वन् धातोः अनुनासिकान्त अनुधात्तोपदेश तादृशधातवः, अपि च तनोत्यादिगणे तनादिगणे अष्टधातवः सन्ति, तेषां कृते अत्र अङ्गस्य लोपः इति अस्ति. अतः अत्र येन विधिस्तदन्तस्य इति सूत्रेण तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति, अपि च अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य लोपः न तु पूर्ण अङ्गस्य इति सूत्रमस्ति. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः भुवादिगणे अनुनासिकान्त अनुदातोपदेशधातवः यम रम नम गम हन मन. अनुनासिकान्ततनादिधातवः तन् क्षिण क्षण ऋण तृण घृण वन मन. एषु धातुषु मन् धातुः दिवादिगणे, हन् धातुः अदादिगणे, अष्टधातवः तनादिगणे, अवशिष्टाः सर्वे भुवादौ एव. एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति जलादिकित्नित् प्रत्यये परे इति अस्ति. अत्र एकम् उदाहरणं हन् योगः तः. अत्र अदादिगणे हन् धातुः अनुनासिकान्तधातुः, तः इति तिङ्प्रत्ययः, तस् प्रत्ययः, तस् इति मूलरूपं, तस् तत्र तः इति भवति. तत्र अपित् प्रत्ययः. अत्र अनुनासिक अनुदातो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोप जलीक्निति इति सूत्रेण अत्र अन्तिमवर्णनकारस्य लोपः हतः इति रूपं, ह हन्योगः हतः, अत्रापि जलादि कित्नित् प्रत्यये परे हतः नकारस्य लोभः भूत्वा हतः इति भवति. अग्रे गम् योगः तः, अत्र तः इति तान्तरूपम् अस्ति, अत्र कित् जलादि कित् प्रत्ययः, अतः अत्र गम् इति परिगणितधातुः इति कृत्वा तत्र मकारस्य लोपः गतः. जङ्गम् इति यङ्लुगन्तधातुः, जङ्गं योगः तः, तत्र विकरणप्रत्ययः नास्ति, अतः अत्र अनुनासिकान्त अङ्गं, तत्र मकारस्य लोपः तः इति अपित् नित्वत् जलादि नित् प्रत्ययः, अतः जङ्गतः इति रूपं. मन् योगः तः, अत्र तः इति कित् प्रत्ययः, मतः तन्योगः तः ततः, तत्रापि अनुनासिकवर्णस्य लोपः. रं योगः तः, रतः मकारस्य लोपः भूत्वा. यं योगः तः, यतः, सर्वत्र तप्रत्ययः जलादि कित् प्रत्ययः. इदम् अङ्गकार्यं कृत्वा अधस्तनसन्धिकार्यं करणीयं. तकारादि प्रत्ययः कित् नित् नास्ति चेत् अङ्गकार्यम् अकृत्वा साक्षात् अधस्तनसन्धिकार्यं करणीयम् इति अस्ति. अस्तु भगिनि, अत्र महोदयः एकं प्रश्नं पृष्टवान् किल. अत्र सूत्रद्वयोः मध्ये कीदृशसम्बन्धः अस्ति इति, तस्मिन् विषये किञ्चित् वदति वा भगिनि? अत्र अनुनासिकस्य क्विज्जलोः क्निति इति सूत्रं, तदपि अङ्गकार्यम् अस्ति. अनुदातो उपदेश वनति तनोत्यादीनां तत् सूत्रमपि अङ्गकार्यम् एव अस्ति. तत् परसूत्रमस्ति, एतत् पूर्वसूत्रमस्ति. अनुनासिकस्य क्विजलोः क्निति इति सूत्रं कार्यं करोति यदा कित्नित् प्रत्ययः, जलादि कित्नित् प्रत्ययः परः अस्ति, अनुनासिकान्त अङ्गम् अस्ति, तत्र उपदायाः दीर्घत्वं भवति इति सूत्रमस्ति. एतत् सूत्रं सामान्यसूत्रम् इत्युक्ते यत्र यत्र अनुनासिकान्त अङ्गमस्ति, जलादि कित्नित् प्रत्ययः इति निमित्तमस्ति चेत् कार्यं करोति. परन्तु अनुदात्तो उपदेशवनति तनोत्यादीनाम् अनुनासिकलोपः जलीक्निति इति सूत्रम्, अत्रापि निमित्तं समानं. परन्तु एतत् सूत्रं केवलं पञ्चदशधातूनां कृते एव, एतत् सूत्रं विशिष्टसूत्रम् अस्ति. यदि यत्र यत्र अनुदात्तो उपदेशवनति तनोत्यादीनाम् इति सूत्रं कार्यं कर्तुम् आगच्छति, तत्र तत्र अनुनासिकस्य क्विजलोः क्निति इति सूत्रमपि आगच्छति. तर्हि द्वयोः मध्ये विप्रतिषेधम् इति अस्ति. तत्र अत्र कः किं सूत्रं बलवत् इति प्रश्ने सति, तत्र यदि सर्वत्र अनुनासिकस्य क्विजलोः एव तस्य सूत्रस्य एव प्राप्तिः भवति चेत् तर्हि एतत् सूत्रं एतत् सूत्रस्य अन्यत्र लब्धावकाशः न भवति, अतः एतत् सूत्रं निरर्थकं भवति इति कृत्वा एतेषां पञ्चदशधातूनां कृते एतत् विशिष्टसूत्रं कार्यं करोति. अन्यत्र सर्वत्र अनुनासिकस्य क्विजलोः इति सामान्यसूत्रम् आगत्य कार्यं करोति. अतः एतत् सूत्रम् अनुनासिकस्य क्विजलोः क्निति इत्यस्य अपवादसूत्रम् इति वक्तुं शक्नुमः. परन्तु अत्र विप्रतिषेधः अस्ति वा भगिनि द्वयोः प्रसङ्गे? द्वयोः प्रसङ्गे विप्रतिषेधः अस्ति. यथा वयं वर्गे चर्चितवन्तः, यदि हन् योगः तः इति उदाहरणं स्वीकुर्मः, यदि प्रथमम् अनुनासिक अनुदात्तोपदेशवनति तनोत्यादीनाम् इति यदि कार्यं करोति, तर्हि तत्र तः इति जलादि कित्नित् प्रत्ययः अस्ति, तर्हि द्वयोः सूत्रयोः प्रसक्तिः तु अस्ति. यदि एतत् सूत्रं कार्यं करोति चेत् तत्र नकारस्य लोपः भवति. इदानीं तत्र अनुनासिकस्य क्विजलोः क्निति इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्ने सति, तत्र इदानीं धातुः अनुनासिकान्त अङ्गमपि नास्ति, अपि च तत्र उपदायां हल् वर्णः अस्ति. परन्तु अत्र विप्रतिषेधः कथं भवति इति प्रश्नः. विप्रतिषेधः कथं भवति इत्युक्ते अत्र स्थानमस्ति किल, द्वयोः सूत्रयोः प्रसक्तिः भवति एकत्र, द्वयोः युगपत् आगच्छति हन्योगहतः इति. परन्तु विप्रतिषेधस्य कृते तु अन्यत्र अपि लब्धावकाशः भवेत् किल द्वयोः. अनुनासिकस्य क्विजलोः इति सामान्यसूत्रं, तर्हि तस्य अवकाशः तु अन्यत्रापि भवति. परन्तु परन्तु अनुनासिक अनुदात्तोपदेश वनति तनोत्यादीनाम् इति सूत्रस्य प्रसक्तिः केवलं पञ्चदशधातूनां कृते एव, अतः तेषां कृते अन्यत्र लब्धावकाशः नास्ति. यदि विप्रतिषेधः भवति वा, अतः विप्रतिषेधः भवति वा, अतः विप्रतिषेधः भवति. किमर्थम् इत्युक्ते एतत् सूत्रस्य निरवकाशत्वं भवति. युगपद्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः, अतः तुल्यबलविरोधः अस्ति. एतत् सूत्रस्य अन्यत्र प्राप्तिः अपि भवेत् किल, द्वयोः अपि अन्यत्र प्राप्तिः भवेत्, तदा नास्ति किल इदानीम्. अतः विप्रतिषेधः अस्ति वा इति प्रश्नः अत्र. ओ ओ अस्तु, अन्यत्र द्वयोः अपि प्रायः तथा नास्ति किल. बलविरोधः अन्यत्र इत्युक्ते क्विप् यदा अस्ति तत्र प्रथमसूत्रस्य प्रसक्तिः अस्ति किल. परन्तु अत्र अत्र दलसार्थक्यमपि भवेत् किल महोदय. पुनः दलसार्थक्यम् इत्युक्ते किमिति कृपया वदतु. इत्युक्ते प्रत्येकस्य भागस्य कार्यं भवेत् किल अत्र. न अवगतवती. एकवारं श्रुतवान् महोदय, भवान् वदति वा दलसार्थक्यं विषये. धनम् इत्युक्ते भगिनी तत्र निमित्तानि कानि इति द्रष्टव्यम्. अनुनासि प्रतिध्वनिः आगच्छति प्रायः म्यूट् मध्ये किञ्चित् भवति चेत् अनुनासिकस्य क्विज्जलोः ङिति इति सूत्रे निमित्तानि कानि इत्युक्ते अनुनासिकस्य अङ्गस्य इति ये अनुनासिक अङ्गः अनुनासिकान्तङ्गः भवेत् इति एकः नियमः. अपि च क्विप्रत्ययः परे भवेत्, नो चेत् जलादि ङिति प्रत्ययः परे भवेत् इति तत्र निमित्तानि त्रीणि सन्ति. अनुनासिकान् एते निमित्तानि एव दलानि अपि इति वदन्ति. दलसार्थक्यम् इत्युक्ते तत्र निमित्तानि कानि इति दृष्ट्वा तयोः मध्ये भेदः अस्ति चेत् दलं भिन्नं भवति इति. अत्र अनुनासिकान्तस्य क्विज्जलोः ङिति इति सूत्रे अनुनासिकान्त अङ्गः भवेत् इति एकं दलं क्वि इति इदानीं त्यजामः. जलादि ङिति प्रत्ययः परे भवेत् इति निमित्तद्वयं स्वीकुर्मः. अनुनात्तोपदेशवनति इति सूत्रे तत्रापि अनुनासिकान्त तत्र अङ्गः अपि अङ्गः अपि अस्ति. अनुनासिकान्त अङ्गः भवेत् इति एकं दलम्. अपि च जलादि ङितिप्रत्ययः परे भवेत् इति अपि तत्रापि समानदलम् अस्ति. परन्तु महोदय इदानीम् एकमेकं वदामि. अत्र विप्रतिषेधः इत्यस्य प्रसक्तिः न भवति. किमर्थम् इत्युक्ते अत्र द्वितीयसूत्रस्य प्रसक्तिः केवलं पञ्चदशधातूनां कृते अस्ति. इत्युक्ते हन् यत्र अस्ति अत्र एव अस्ति तस्य प्रसक्तिः किल. हन् इत्यस्य कृते अस्ति अत्र प्रत्येकस्मिन् भागस्य कृते तस्य कार्यमस्ति. अतः हन् इत्यस्य कृते तु एतस्य कार्यमेव अस्ति. द्वितीयसूत्रस्य कार्यम् अत्र हन् नास्ति चेत् यदि अत्र किं वदामि, अत्र पूर्वं किं दत्तमस्ति, अत्र पूर्वं यद् यद् दत्तमस्ति अत्र उपरि शम् अस्ति, शम् इत्यस्य कृते तु द्वितीयसूत्रस्य प्रसक्तिः नास्ति, द्वितीयसूत्रस्य प्रसक्तिः केवलं हन् इत्यस्य कृते एव अस्ति, शम् इत्यस्य कार्य परन्तु हन् इत्यस्य प्रसङ्गे प्रथमसूत्रस्य कार्यमस्ति, द्वितीयसूत्रस्य अपि कार्यं भवितुम् अर्हति, द्वयोः अपि कार्यं भवितुम् अर्हति, शम् इत्यस्य कृते तु केवलं प्रथमसूत्रस्य एव अस्ति, अतः द्वितीयसूत्रस्य प्रसक्तिः शम् कृते नास्ति, हन् कृते एव अस्ति, अतः अहं चिन्तयामि अत्र विप्रतिषेधः न भवति इति मम चिन्तनम्। तादृशं न चिन्तनीयम् इति भाति महोदय, किमर्थमित्युक्ते शम् त्यजतु, तत् अन्यत्र लभ अवकाशः अस्ति इति, किन्तु हन् इत्यस्मिन् सन्दर्भे द्वयोः सूत्रयोः प्रसक्तिः अस्ति किल, परन्तु वदामश्चेत् तत्र अनुनासिकस्य क्विज्जलोः, परन्तु अत्र हन् कृते अत्र यत्र हन् अस्ति तत्र एव द्वितीयसूत्रस्य प्रसक्तिः अस्ति। आम् इत्युक्ते अत्र हन् इति हन् इति अस्ति चेत् एकनिमिषं भगिनि, हन् इति धातुः अस्ति चेत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति, किन्तु यदि अनुनासिकस्य क्विज्जलोः इति सूत्रस्य कार्यं वयं स्वीकुर्मश्चेत् अनुदात्तोपदेश वनति इति सूत्रस्य निरवकाशं भवति इति कृत्वा अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि मिति इति सूत्रस्य कार्यमेव स्वीकार्यम् इति विप्रतिषेधः निश्चयम् अस्ति इति मम चिन्तनम्। विप्रतिषेधः अस्ति वा अत्र इति, अस्तु अग्रे गमिष्यामः इदानीम्। एतदपि अहं महोदय अत्र अहमपि तथैव चिन्तयामि, विप्रतिषेधः इत्युक्ते किं, द्वयोः सूत्रयोः सङ्घर्षः एव विप्रतिषेधः इति किल, सङ्घर्षः तु अस्ति, अतः एव वयम् अग्रे वयं द्रक्ष्यामः यदि अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा न वा इति द्रक्ष्यामः, तर्हि तत्र तदा एव वयं निर्णयं कुर्मः तत्र अपवादसूत्रम् अस्ति इति। प्रथमं यत्र विप्रतिषेधः अस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति किल भगिनि, विप्रतिषेधे परं कार्यं तत् सूत्रम् अस्ति, परन्तु विप्रतिषेधः इत्युक्ते सङ्घर्षः एव किल, तुल्यबलविरोधः, परन्तु अन्यत्र अन्यत्र लब्धावकाशः द्वयोः कृते नास्ति, एकस्य कृते एव अस्ति, अतः विप्रतिषेधः भवति वा इति। अस्तु अस्तु अग्रे गमिष्यामः इदानीम्। अस्तु अस्तु, एतदपि अहं नोट् कृतवान्, प्रायः एतदपि पृच्छामः। तत्र एकमेव वक्तुमिच्छामि महोदय, केवलं परकार्ये एव विप्रतिषेधम् इति न स्वीकार्यं, विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति चेदपि तत्र पूर्वपरनित्यान्तरङ्ग अपवाद इति वार्तिकं वा परिभाषा वा अस्ति किल, तत्रापि सर्वत्र विप्रतिषेधः भवेत्, विप्रतिषेधः भवेत् एव अन्तरङ्गं वा इति द्रष्टव्यं, किन्तु केवलं परम् इति कारणात् तत्र कार्यं नास्ति, तत्र उत्तरोत्तरं बलीयः इति पूर्वसूत्र अपेक्षया परसूत्रः बलीयः, परसूत्र अपेक्षया अन्तरङ्गसूत्रः बलि नित्यसूत्रः बलीयः इति कृत्वा, यद्यपि नित्यसूत्रं पूर्वमस्ति, यद्यपि सूत्रं पूर्वमस्ति चेदपि, हेमा भगिनी किञ्चित् यद्यपि सूत्रं पूर्वमस्ति चेदपि सूत्रं नित्यमस्ति चेत् तस्य कार्यमेव भवति, विप्रतिषेधः अस्ति चेदपि विप्रतिषेधे परं कार्यम् इति सूत्रं न कार्यं करोति, किन्तु नित्यत्वात् पूर्वसूत्रमेव कार्यं करोति इति तत्र तर्कः चलति। आं महोदय, अहमपि अङ्गीकरोमि। अस्तु अस्तु, इदानीं समीचीनमेव महोदय, धन्यवादः. क्षम्यतां भगिनि, मम भ्रमः आसीत् इदानीं. चिन्ता नास्ति, इदानीं स्पष्टं भवति भवतः प्रश्नेन स्पष्टं भवति इदानीं. अस्तु अस्तु अस्तु भगिनि, धन्यवादः. अग्रे गमिष्यामः वा इदानीम्? अत्र सन्धिकार्यविषये तु वयं जानीमः एव, अतः अत्र केवलं उदाहरणानि पश्यामः. इदानीं कस्य क्रमः इति अहं विस्मृतवान्. अहं पठितवती, इदानीम् अग्रे प्रायः हेमा भगिनि. अस्ति वा भगिनि, प्रतिध्वनिः आगच्छति वा? वयं म्यूट् मध्ये गमिष्यामः भगिनि इदानीं. करोतु भगिनि. सन्धिकार्यम् इति अग्रे अस्ति. नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे सन्धिकार्यं सन्धिद्वयं करणीयम्. नश्चापदान्तस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे. अनुवृत्तिसहितसूत्रमस्ति, अपदान्तस्य महानः च अनुस्वारः झलि संहितायाम्. अपि च द्वितीयं सूत्रमस्ति, अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे. अनुस्वारस्य ययि परसवर्णः संहितायाम् इति अनुवृत्तिसहितसूत्रमस्ति. सूत्रद्वयमपि वयं पूर्वमेव अधीतवन्तः. अत्र शाम् इति यथा वयं प्रथमसोपानेन दीर्घत्वं प्राप्य शाम् इति भवति, तत्र शाम् योगः तः इति स्थितौ सन्धिकार्यं करणीयं. मकारान्तः अस्ति इति कृत्वा अत्र नश्चापदान्तस्य जलि अपदान्ते मकारः अस्ति इति कृत्वा तस्य स्थाने मकारस्य स्थाने अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः कृत्वा तकारस्य अनुनासिकवर्णः नकारः आगत्य तत्र शान्तः इति रूपम् आगच्छति. तथैव वाम् योगः तः नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः वान्तः. गम् योगः तुमुन् प्रत्ययः अस्ति. तुमुन् प्रत्ययः कित्ङित् नास्ति, केवलं नश्चापदान्तस्य झलि साक्षात् अत्रैव सन्धिकार्यं करणीयं. मकारस्य स्थाने अनुस्वारः, अनुस्वारस्य स्थाने नकारः आगत्य गन्तुम् इति रूपम् आगच्छति. तथैव दाम् योगः तः दान्तः, गम् योगः ता गन्ता. अत्र तृच् प्रत्ययः अस्ति, अपि च लुङ्लकारे अपि गन्ता इति रूपम् आगच्छति. गम् योगः ता गन्ता, रम् योगः तुम् रन्तुम् इति रूपाणि सन्धिकार्येण. अस्तु भगिनि, इदानीं पुष्पा भगिनी पठितुम् इच्छति वा भगिनि? अस्तु महोदय, भवान् एव करोतु. अस्तु, करोतु भगिनि. यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत् यकारस्य लोपो भवति लोपोर्व्योर्वलि इति सूत्रेण. यदा जाहै योगः ति जाहति, अत्र यकारः लोपः भवति, जाहै योगः तः जाहतः, जाहै योगः थः तथैव जाहतः. अत्र वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे. तकारः तु वल् प्रत्याहारे तथैव अत्र यकारस्य लोपः भवति व्योः सम्पूर्ण सूत्रं व्योः लोपः भवति. अस्तु महोदय. महोदय, अस्तु भगिनि, अहं म्यूट् मध्ये आसीत् अतः प्रायः न श्रुतवती. अस्तु भगिनि, इदानीम् अत्र महोदय पठन् महोदय पठति इदानीं भगिनि. शुकवान् महोदय. चकारान्तधातुभ्यः तकारविथकारवि च प्रत्ययानां योजनविधिः. अत्र शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे शकारस्य स्थाने शकारादेशः भवति. व्रश्च भ्रज सृज मृज यज राजभ्राजच्छशांशः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना तकारस्य थस्थाने थ अपि च थस्थाने थ आदेशः भवतः. उदाहरणार्थं वश् योगः अस्ति, तत्र अन्ते शकारः अस्ति इति कृत्वा व्रश्च भृश्च इति सूत्रेण शकारादेशः भवति. वश् योगः अस्ति. इदानीं ष्टुनाष्टुः इति सूत्रेण तत्र प्रत्यये तकारः अस्ति, तत्तु स्तोः सवर्णः सवर्गः अस्ति, अपि च तस्मात् पूर्वं षकारः अस्ति इति कृत्वा ष्टुनाष्टुः इति सूत्रेण तकारस्य तकारादेशः भवति. वष्टि इति रूपं भवति. एवमेव उष्योगः स्थः व्रश्च व्रश्च इति सूत्रेण षकारस्य तालव्यषकारस्य स्थाने मूर्धन्यषकारादेशः. मूर्धन्यषकारस्य प्रभावेन ष्टुनाष्टुः इति सूत्रेण ठकारस्य स्थाने ठकारादेशः भवति. उष्ठः इति अन्तिमरूपम्. एवमेव अत्र महोदय एकः प्रश्नः, उष् कथं वा आगच्छति अत्र उष्योगः स्थः? धातुः तु वश् प्रायः. ओ, प्रायः सम्प्रसारणं भवति वा? वश् एव अस्ति महोदय. वश् अस्ति वा? वश् अस्ति धातुः. अत्र ग्रहीज्य इति सूत्रमस्ति किल, तेन प्रायः अत्र सम्प्रसारणं भूत्वा वश् तः इति नित् प्रत्ययः किल, नित्वत् भवति अतः. ओ आमाम्, ओ तदेव. धन्यवादः महोदय, न अवगतवान् तथा. वश्यति धातोः एव रूपम् अत्र दत्तमस्ति इति. उष् इति तत्र सम्प्रसारणं भवति, वकारस्य उकारादेशः भूत्वा उष् इति आगच्छति. आम् महोदय, धन्यवादः. एवमेव ईश् योगः ते, तत्रापि व्रश्च भ्रश्च इति कारणेन षकारस्य स्थाने षकारादेशः मूर्धन्यषकारादेशः भवति. ईश् योगः ते ष्टुनाष्टुः इत्यनेन ईष्टे, अपि च ऐष्योगः थाः ऐष्ठाः इति भवति. सूत्रद्वयमपि परिचयम् इति कृत्वा प्रायः अग्रे गच्छामः. अग्रे गमिष्यामः महोदय. अस्तु महोदय, धन्यवादः. इदानीं विद्या भगिनि. शकारान्तधातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. धात्वन्ते शकारस्य कोऽपि विकारः नास्ति. प्रत्यय आदौ स्थितस्य तकारतकारयोः ष्टुत्वसन्धिना तस्थाने ट अपि च थ स्थाने ठ आदेशः भवतः. यथा द्वेष्योगः ति, प्रायः द्विष् इति आसीत् धातुः पुगन्तलघुपदस्य, इत्यनेन गुणः भूत्वा द्वेष्योगः ति. इदानीं ष्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेन तकारस्य स्थाने टकारः द्वेष्टि. एवमेव द्विष्योगः तः, अत्र गुणः न भवति, नित् नित् अपि प्रत्ययः नित्वत्, अतः द्विष्योगः तः. अत्र केवलं ष्टुनाष्टुः इति सूत्रेण तकारस्य टकारः द्विष्टः. अचष्योगः त, पुनः अष्टुनाष्टुः इत्यनेन तकारस्य स्थाने टकारः अचष्ट. अचष्योगः ताः, पुनः अष्टुनाष्टुः अचष्टाः इति अस्ति. तर्हि अत्र यदि धातोः अन्ते शकारः अस्ति चेत् तर्हि सर्वत्र ष्टुनाष्टुः इति कार्यं भवति. अनन्तरं खरीच अपि कार्यं भवति, परन्तु अत्र किमपि परिवर्तनं न भवति. अग्रे पठामि वा? सकारान्तधातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. आस् योगः ते आस्ते. अत्रापि खरीच इति कार्यं करोति, सकारस्य स्थाने पुनः सकारादेशः आस्ते इति रूपम्. अग्रे हेमा भगिनी करोतु. आं महोदय, अग्रे हकारान्तदातवः सन्ति. हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. अत्र मार्गः पञ्चप्रकारकः, सामान्यनियमः चत्वारः, विशेषाः च. सामान्यनियमः, तकारादि थकारादि च प्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होडः इत्यनेन सूत्रेण. प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च धकारादेशो भवति झषस्ततोर्धोदः इति कारणेन. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढकारस्य लोपो भवति ढोडे लोपः इति सूत्रेण. तर्हि अत्र हकारान्तधातूनां कृते कथं वयं प्रयुज्यामः इति पश्यामः चेत् अत्र पञ्चविध मार्गाः सन्ति. एकमस्ति सामान्यनियमः, अन्यत् सर्वे अन्ये सर्वे विशेषनियमाः सन्ति. सामान्यनियमः अस्ति यत्र तकारादि वा तादि वा थादि प्रत्यये परे हकारस्य स्थाने ढकारादेशो भवति होडः इति सामान्यसूत्रेण. इदानीं ढकारः यदा आगच्छति, ढकारः जश्वर्णः अस्ति इति कृत्वा परे तकार तकारः अस्ति चेत् झषस्ततोर्धोदः कारणेन तत्र ढकारस्य स्थाने धकारादेशः भवति झष्वर्णस्य स्थाने. इदानीं ढकारः यदा आगच्छति झषस्ततोर्धोदः, पुनः तृतीयमस्ति ढकारस्य स्थाने ढकारादेशः भवति यतोहि ष्टुनाष्टुः कारणेन. अपि च ढकारस्य परे ढकारः आगच्छति चेत् यत् पूर्वतनस्थितस्य ढकारस्य लोपः भवति, अपि च यत् तस्य निमित्तम् अस्ति तस्य पूर्वस्थितस्य अण्वर्णस्य दीर्घादेशो भवति इति आहत्य सोपानानि एवम् अस्ति. लिह् इति दृष्टान्तेन स्वीकुर्मः चेत् लिह् योगः ता इति अस्ति. प्रथमं पुगन्तलघुपदस्य इति उपधायां स्थितस्य ईकारस्य गुणः भूत्वा लेहि योगः ता इति आगच्छति. इदानीं हकारान्तधातुः अस्ति इति होडः इति सामान्यसूत्रेण हकारस्य स्थाने ढकारादेशः लेढ् योगः ता. ढकारः जश्वर्णः अस्ति, परे तकारः अस्ति इति कृत्वा झषस्ततोर्धोदः इति कारणेन ढकारादेशः लेढ् योगः धा. इदानीं टवर्गीयवर्णे वर्णेन सह तवर्गीयवर्णः योजितम् इति कृत्वा ष्टुनाष्टुः इति कारणेन लेढ् योगः ढा इति भवति. ढकारस्य परे ढकारः अस्ति इति कृत्वा ढोडे लोपः इत्यनेन पूर्वस्थितस्य ढकारस्य लोपः भवति. अत्र दीर्घत्वस्य प्रसक्तिः नास्ति यतोहि एकारः एव दीर्घः अस्ति इति कृत्वा अण्वर्णः नास्ति. तथैव रुह् योगः ता, पुगन्तलघुपदस्य अनेन गुणः रोह् योगः ता. हकारस्य स्थाने ढकारः होडः अनेन रोढ् योगः ता. इदानीं तकारस्य स्थाने धकारादेशः झषस्ततोर्धोदः इति कृत्वा, तदनन्तरं ष्टुनाष्टुः कृत्वा ढकारस्य स्थाने ढकारादेशः, तर्हि रोढ् योगः ढा. डोडे लोपः कारणेन तत्र प्रथम ढकारस्य लोपः भवति, रूपं सिद्ध्यति रोढा इति. तथैव मेह् योगः ता, गुणः भूत्वा मेह् योगः ता पुगन्तलघुपदस्य. हकारस्य ढकारः होडः. तदनन्तरं तकारस्य स्थाने धकारादेशः झषस्ततोर्धोदः. इदानीं श्रुत्वसन्धिः भूत्वा धकारस्य स्थाने धकारादेशः, मेढियोगः डा, ढोडे लोपः डकारस्य लोपः द्वितीयढकारः तिष्ठति, मेढा इति रूपं भवति. अत्र एकः प्रश्नः आसीत् किल, गतवर्गे विद्याभगिनी पृष्टवती महोदय, अत्र शृणाष्टुः इति परसूत्रमस्ति, ढोढे लोपः इति पूर्वसूत्रमस्ति, द्वे अपि त्रिपाद्यां स्तः, अतः यत्र यत्र रोरि अपि च डोडे लोपः आगच्छति तत्र तत्र ड्रलोपे इति सूत्रमपि आगच्छति. यत्र वयम् उक्तवन्तः आश्रयत्वात्, नो चेत् तस्य सूत्रस्य प्रसक्तिः न भवति. यद्यपि सपाद्याम् अस्ति तत्र असिद्धत्वं न भवति. इदानीं तु अत्र स्तुनष्टुः अपि च डोढे लोपः द्वयोः कृते, अत्र द्वयोः मध्ये अत्र स्तुनष्टुः इति पूर्व परसूत्रमस्ति, डोढे लोपः इति पूर्वसूत्रमस्ति त्रिपाद्याम्, अतः अत्र डोढे लोपः कथं वा कार्यं करोति, स्तुनष्टुः इत्यस्य कार्यं पश्यति वा डोढे लोपः? प्रायः एतदस्ति विद्याभगिन्याः प्रश्नः, सा एव उत्तरमपि दत्तवती आश्रयत्वात् वा इति पृच्छति, तर्हि महोदय आम् इति उक्तवान्. तदपि एकवारं स्मरणार्थमेव भगिनि, अतः पृच्छामि. विद्याभगिनी भवती एव वदति वा? प्रतिध्वनिः श्रूयते वा? अस्तु, शृणाष्टुः इति अष्टमाध्यायस्य चतुर्थपादे अस्ति, डोडे लोपः इति तु अष्टमाध्यायस्य तृतीयपादे अस्ति. तर्हि अत्र पूर्वत्र सिद्धम्, अत्र कार्यासिद्धम् इति भवति स्म, तर्हि अत्र किमर्थं तथा न भवति इति चेत्, अत्र सिद्धान्तः अस्ति आश्रयात् सिद्धत्वम् इति. यावत्पर्यन्तं शृणाष्टुः इति सूत्रेण तत्र लेड् योगः धा इति अस्ति, तत्र ढा इति न भवति, तावत्पर्यन्तं ढोडे लोपः इत्यस्य प्रसक्तिः एव न भवति. तर्हि अत्र अतः ढोडे लोपः इति सूत्रस्य कार्यार्थं प्रथमं शृणाष्टुः इति भवेत्. यदि न भवति चेत् तत्र ढोडे लोपः इत्यस्य अवकाशः एव न भवति. अतः अत्र यद्यपि कार्यसिद्धम् इति अस्ति, तथापि अत्र डोडे लोपः इति सूत्रं, शृणाष्टुः इति सूत्रं यत् कार्यं करोति तत्तु पश्यति एव. अतः अत्र सिद्धान्तः अस्ति आश्रयात् सिद्धत्वम्. अग्रे यदि ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रम् आगच्छति, तत्सूत्रं तु परसूत्रम् अस्ति डोडे लोपः इति सूत्रात् अनन्तरम् आगच्छति. तत्सूत्रं तु डोडे लोपः यत् कार्यं करोति तत्तु पश्यति एव. अतः तत्र प्रश्नः, तत्र कोऽपि प्रश्नः न भवति. केवलम् भगिनि भगिनि, डोढे लोपः इति त्रिपाद्याम् अस्ति, ढलोपे पूर्वस्य दीर्घोणः इति षष्ठमध्याये अस्ति किल, अत्रापि एतदेव कार्यं करोति द्वयोः कृते. अत्रापि क्षम्यताम् अहं संख्यां सम्यक्तया न दृष्टवती. तत्रापि समानकार्यमस्ति. यावत्पर्यन्तं डोडे लोपः इति सूत्रं न कार्यं करोति, तावत्पर्यन्तं ड्रलोपे पूर्वस्य धीर्गुणः इत्यस्य प्रसक्तिः एव न भवति. अतः पुनः आश्रयात् सिद्धत्वम् इत्यनेन तत्र डोडे लोपः यत् कार्यं करोति तद् ड्रलोपे पूर्वस्य धीर्गुणः इति सूत्रं पश्यति एव. यद्यपि तत् सूत्रं सपादसप्ताध्यायाम् अस्ति, तत्र तु तत्र किमर्थं ड्रलोपे पूर्वस्य धीर्गुणः इति सपादसप्ताध्यायाम् अस्ति इति चेत्, तत्र तस्मिन् सूत्रे दीर्घः इति अनुवृत्तिः अग्रे अनुवृत्तिरूपेण अग्रे गच्छति. अतः एव तत्र सपादसप्ताध्यायाम् अस्ति इति अपि महोदयेन उक्तवान्. भवती तु समाप्तवती, परन्तु आश्रयम् अन्य किम् अन्यत्र आगच्छति वा? आश्रयम् इत्युक्ते एकस्य सूत्रस्य प्रसक्तिः, तदनन्तरम् अन्यस्य सूत्रस्य प्रसक्तिः इत्युक्ते तत्र आश्रयत्वं न भवति वा? प्रश्नः कः भगिनि, प्रश्नः कः? साधारणतया आश्रयत्वम् इत्युक्ते एकस्य प्रसक्तिः प्रसक्तिरनन्तरम् अन्यस्य प्रसक्तिः भवति इति, एकस्य प्राप्तिः अनन्तरम् अन्यस्य प्रसक्तिः, तत्र तादृशी स्थितौ आश्रयमिति न वदामः वा? प्रायः इदानीं तु अत्र विषयः भिन्नः अस्ति किल भगिनि, लोपः इत्यस्य प्रायः न भवति, तदर्थमेव अत्र आश्रयात् सिद्धत्वं भवति किल, नो चेत् सूत्रस्य सूत्रं निरर्थकं भवति इति. तर्हि अपवादमिति न वदामः, परन्तु अपवादं न निरर्थकम् इति कृत्वा अहम् उक्तवती, परन्तु आश्रयम् इत्युक्ते मम प्रश्नः, यत्र स्तुनाष्टुः इत्यनेन ढकारः आगच्छति तेन आधारेण एव डोढे लोपः इत्यस्य कार्यं भवति इति किल. तथैव अन्यत्र अपि किल महोदय, यथा वयं लेह् योगः तास् स्थापयामः चेत् तत्र हकारस्य स्थाने डकारः आगच्छति, तर्हि तदनन्तरमेव जशश्चतुर्दोदः इति आगच्छति. इत्युक्ते अन्यत्र अपि सूत्रस्य प्रसक्तिः भवति पूर्वस्थितस्य सूत्रस्य कार्यानन्तरं, तर्हि तत्रापि आश्रयमिति तत्र नास्ति भगिनि. किमर्थम् इत्युक्ते सामान्यतया त्रिपाद्यां सूत्रं क्रमेण गच्छति किल, अत्र होडः इति सूत्रं प्रथमम् आगच्छति, तदनन्तरं जशस्ततोदः इति परसूत्रम् इति कृत्वा आगच्छति. तत्र सामान्यरीत्या गच्छति, अत्र सामान्यरीत्या न गच्छति, अत्र क्रमः भिन्नः किल. अतः एव वयम् अत्र वदामः आश्रयात् एव सिद्धत्वं भवति, अथवा अतः यदि आश्रयः नास्ति चेत् तर्हि तत् सूत्रम् असिद्धं भवति, कार्यसिद्धम् इत्यनेन असिद्धं भवति. अस्तु अग्रे अत्र सुकर्णं महोदय वक्तुमिच्छति वा किमपि अत्र? हा अत्र यद्यपि अस्मिन् उदाहरणे होडः इत्यनेन ढकारः, तदनन्तरं जशस्ततोर्दोधः इति सूत्रस्य प्रसक्तिः, किन्तु सर्वदा होडः इति सूत्रेण एव जशस्ततोर्दोधः इति सूत्रस्य प्रसक्तिः इति नास्ति. दोग् इति पूर्वम् एकः उदाहरणं वयं पठितवन्तः, तत्र होडः इत्यनेन ढकारादेशः नास्ति इति कृत्वा. अत्र आश्रयम् इति कदा वदामः यदि एकस्य सूत्रस्य एव अन्यस्य सूत्रस्य कार्यं भवितुम् अर्हति इति, तत्र एवकारस्य वैशिष्ट्यम् अस्ति इति अहं चिन्तयामि. यदि ष्टुनाष्टुः इति सूत्रस्य कार्यं न भवति चेत् तेन कारणेन ढकारस्य ढकारादेशः न भवति चेत् डोढे लोपः इति सूत्रस्य कार्यमेव अवसरः एव न मिलति इति कृत्वा तयोः मध्ये आश्रितभावः अस्ति इति अहं चिन्तयामि. किन्तु पूर्वं मया उक्तं जशस्ततोर्दोधः इति सूत्रे केवलं होडः इति सूत्रेण एव तस्य कार्यम् इति नास्ति, अन्यापि कार्यं भवति इति कृत्वा तयोः मध्ये आश्रय आश्रितभावं नास्ति इति अहं वक्तुम् इष्टवान्. तत्र एवकारस्य आवश्यकता अस्ति, वैशिष्ट्यमस्ति इति. अपि च महोदय, यथा विद्याभगिनी उक्तवती, आश्रयात् सिद्धत्वम् इति वयं वदामः यदा अत्र क्रमः किञ्चित् भिन्नः भवति, तस्मिन् सन्दर्भे एव वक्तुं शक्नुमः किल, यथा अष्टुनाष्टुः डोढे लोपः, अत्र क्रमः अस्ति, अत्र ष्टुनाष्टुः प्रथमं तदनन्तरमेव ढोढे लोपः भवति अस्मिन् सन्दर्भे. अपि च अत्र ष्टुनाष्टुः इति परसूत्रमस्ति डोढे लोपः इति पूर्वसूत्रमस्ति. यत्र कुत्रापि अत्र कार्यासिद्धं भवति परन्तु कार्यासिद्ध इति भवति चेत् अत्र डोढे लोपः इत्यस्य कार्यं न भवति. यदि न भवति चेत् तत्सूत्रं निरवकाशं भवति इति भूत्वा एव अत्र आश्रयात् सिद्धत्वम् इति सिद्धान्तम् आनयामः वा? आं प्रायः. नो चेत् यदि तत्र तस्य सूत्रस्य यद्यपि आश्रयत्वम् अस्ति तथापि किन्तु परसूत्रं वा पूर्वसूत्रं वा इति कारणात् तस्य प्रसक्तिः अस्ति चेत् एतादृशचिन्तनमेव न भवति. किन्तु केवलम् आश्रयत्वं कुत्र भवति इति मया उक्तं, तत्र एव कार्यस्य वैशिष्ट्यम् अस्ति इति. यदि ष्टुनाष्टुः इत्यनेन ढकारः न आगच्छति तर्हि डोढे लोपः इत्यस्य कार्यमेव न भवति. अतः द्वयोः मध्ये सम्बन्धः अस्ति, स च सम्बन्धः अस्ति आश्रयः इति. आम् आम् अस्तु अस्तु अस्तु. अत्र वयं समापयामः वा इदानीम्? अत्र पूर्णतया दृष्टवन्तः इति चिन्तयामि. अत्र महोदय एकमेव एकः प्रश्नः अस्ति, प्रायः वाट्साप् ग्रूप् मध्ये अपि चर्चयितुं शक्यते. किन्तु अहं यत्र कुत्रापि पठितवान् इति मम स्मरणे अस्ति. निमित्तानि समानमस्ति चेत् अपि, द्वयोः सूत्रयोः मध्ये निमित्तानि समानमस्ति चेत् अपि, स्थानि भिन्नमस्ति चेत् तत्र विप्रतिषेधं नास्ति इति मम स्मरणे अस्ति. भवतः तादृश किमपि स्मरणमस्ति वा? उदाहरणम् इदानीं मम मनसि नास्ति, किन्तु तादृशं पठितम् इति भवत्याः चिन्तने स्मरणे अस्ति वा इति प्रश्नः. पुनः महोदय. निमित्तानि समानमस्ति द्वयोः सूत्रयोः मध्ये, निमित्तानि समानमस्ति किन्तु स्थानं भिन्नमस्ति, कार्यं भिन्नमस्ति चेत् तयोः मध्ये विप्रतिषेधं न वक्तव्यम् इति किमपि पठितं. इत्युक्ते विप्रतिषेधः इत्युक्ते अत्र अत्र स्थानमपि समानं भवेत् किल महोदय? युगपत् यदि स्थानं समानं नास्ति तर्हि अत्र किमपि क्रमः भवेत् किल? अनुनासिक क्विज्जलोः ङिति इति सूत्रे अपि च अनुदात्तोपदेशवनति इति सूत्रे अपि निमित्तानि समानमस्ति, समानानि सन्ति किन्तु स्थानं भिन्नमस्ति इति कृत्वा तयोः मध्ये. न अत्र स्थानं किमर्थं भिन्नमस्ति महोदय? अत्र द्वयोः मध्ये अत्र यदि अत्र कार्यम् अनुनासिकस्य अनुनासिकः अन्ते अस्ति, अनुनासिकवर्णः अन्ते अस्ति, अनन्तरं कित्वा नित्वा झलादिप्रत्ययः अस्ति, अत्र निमित्तानि समानानि. अत्र अनुनासिकस्य कृते कार्यमस्ति. अत्र अत्र अत्र अनुनासिकपूर्वं यत् कार्यं भव अनुनासिकः अत्र स्थानं तु अनुनासिक एव किल? अत्र एकमस्ति उपधायां कार्यं भवति अथवा अनुनासिकस्य लोपः भवति. अत्र कार्यमपि कार्यं भिन्नमस्ति परन्तु स्थलं समानमस्ति किल? एकस्मिन् स्थले एव द्वयोः प्रसङ्गः अत्र. महोदय, अहं शुकवनमहोदयस्य प्रश्नम् अहम् अवगच्छामि. यद् भवान् उक्तवान् तत्तु सम्यक् एव. अहं चिन्तयामि भवान् तस्मिन् विषये यत्र करी च अपि च आदेशप्रत्ययोः इति सूत्रद्वयं यदि आगच्छति तर्हि तत्र क्रमस्य विषयः अस्ति वा इति भवान् पृष्टवान्. तत्र महोदयेन उक्तवान् यत्र स्थानं भिन्नमस्ति तत्र यः कोऽपि यत्किमपि सूत्रं प्रथमं कार्यं करोति अनन्तरं करोति तत्र महत्वं नास्ति इति उक्तवान्। यदि खरीच इति सूत्रं स्वीकुर्मः तत्र यदि अग्रे सकारः अस्ति, सकारः तु कर्वर्णः एव, अनन्तरम् आदेशप्रत्ययोः तत्रापि सकारः अस्ति, तत्र सकारस्य षत्वं परन्तु करीच इत्यनेन पूर्ववर्णस्य चत्वं, तर्हि तत्र स्थानं भिन्नम् अस्ति, तर्हि तत्र क्रमः क्रमस्य विषयः नास्ति इति अहं स्मरामि। आं भगिनि, सत्यमेव, किन्तु स्थानं समानम् अस्ति चेदपि कार्यं भिन्नम् अस्ति चेत् विप्रतिषेधः नास्ति, विप्रतिषेधः अस्ति इति स्वीकार्यं किल। अत्र यदा सुब्रह्मण्यमहोदयेन उक्तम् अनुनासिकान्तः एव स्थानी अस्ति द्वयोः सूत्रयोः, किन्तु कार्यं भिन्नमस्ति, एकस्य उपादायाः दीर्घत्वम् अन्यस्य अनुनासिकस्य लोपः इति कार्यं भिन्नम् अस्ति, किन्तु तत्रापि तथापि विप्रतिषेधम् अस्ति इति स्वीकार्यं किल। आम्, अत्र यद्यपि कार्यं भिन्नं परन्तु स्थानं समानं, किमर्थम् इत्युक्ते यदि एकं सूत्रं प्रथमं कार्यं करोति तदनन्तरं द्वितीयसूत्रस्य कार्यं भवति वा इति प्रश्नः, तत्र तु वयं परिशीलितवन्तः द्वितीयसूत्रस्य प्रसक्तिः तदा न भवति यदा हन् योगः तः इति स्वीकुर्मः, अतः एव तत्र विप्रतिषेधम् अस्ति, विप्रतिषेधम् अस्ति इति। अस्तु भगिनि, इदानीं धन्यवादः, धन्यवादः, इदानीं समापयामः, धन्यवादः, शुभरात्रिः, शुभरात्रिः, धन्यवादः महोदय।